सर्वेषां नमस्कारः. गतवर्गे अङ्गम् इति विषयः अस्माभिः आरब्धः. तत्र अस्माभिः अस्माकं मूलचिन्तनं किम् अस्ति, यत् तिङन्तपदानां निर्माणे त्रीणि सोपानानि सन्ति. एकसोपानम् अस्ति प्रत्ययस्य सिद्धिः, अन्यसोपानम् अस्ति तिङ्प्रत्ययसिद्धि नाम अन्यसोपानम् अस्ति अङ्गस्य सिद्धिः, तदनन्तरं तेषां योजनम् इति तृतीयं सोपानम् अस्ति. तर्हि अत्र अधुना अस्माकम् अङ्गस्य निर्माणम् इति सोपानं चरितमस्ति. तत्र अङ्गम् इत्युक्ते किं, यथा अस्माभिः दृष्टं प्रत्ययस्य यत् पूर्वं यत्किमपि भागमस्ति तत् अङ्गमस्ति, तत् प्रत्ययस्य कृते. तत्र अङ्गस्य महत्त्वं किम् अस्ति, तर्हि अत्र अस्माभिः सर्वप्रथमं सार्वधातुकलकाराणां विषये अस्माकं चिन्तनं भविष्यति अधुना. तत्र सार्वधातुकलकाराः के के सन्ति, लट् लोट् लङ् विधिलिङ्ग्. तर्हि लट् लोट् लङ् विधिलिङ्ग् मध्ये तिङन्तनिर्माणविधिः तिङन्तनिर्माणविधिः कीदृशः भवति इति वयं द्रक्ष्यामः. तत्रापि अस्माभिः दृष्टं यत् अङ्गं यत् अस्ति सार्वधातुकलकाराणां कृते अङ्गम् अदन्तं भवितुं शक्नोति, अनदन्तं भवितुं शक्नोति. अदन्तम् अङ्गम् इत्युक्ते यदा यद् अङ्गम् अस्ति नाम धातु विकरणप्रत्ययस्य मेलनेन यत् अङ्गं निष्पद्यते तत् अङ्गम् अदन्तम् अस्ति, नो चेत् तत् अङ्गम् अदन्तम् अस्ति. तर्हि अनदन्तम् अस्ति. अदन्तं नाम ह्रस्व अकारान्त अङ्गमस्ति, अनदन्तम् इत्युक्ते ह्रस्व अकारान्त अङ्गं नास्ति. तर्हि ह्रस्व अकारान्त अङ्गम् अस्ति चेत् प्रक्रिया यत् अस्ति तद् एका प्रक्रिया अस्ति, अनदन्तम् अङ्गम् अस्ति चेत् भिन्नप्रक्रिया अस्ति. तर्हि उभयोः प्रक्रियायोः यदि वयं जानीमः यत् कार्यं कथं भवति, तर्हि लट् लोट् लङ् विधिलिङ् इति चतुर्षु लकारेषु रूपाणि कीदृशानि भवन्ति इति वयं ज्ञातुं शक्नुमः. अस्तु, तर्हि प्रश्नः अस्ति वा कस्यापि, नो चेत् अग्रे गच्छामः. किं करपत्रं महोदय, अङ्गम् इति विषयः? आम् आम्, अङ्गम् इति विषयः. इदानीम् अङ्गम् इति विषयः करपत्रमस्ति. तत्र वयं पश्यामः, अधुना अग्रे गच्छामः. तर्हि अस्माभिः षित् कित् नित् पित् इति तु वयं सर्वे जानीमः किमस्ति षित् कित् नित् पित्. षित् तस्य महत्त्वमस्ति, किमस्ति षित्? मीना महोदय, षित् प्रत्ययः अस्ति चेत् तस्य महत्त्वं किमस्ति? सार्वधातुकं भवति. अस्तु, तर्हि षित् प्रत्ययः अस्ति चेत् सार्वधातुकं भवति. अस्तु, विजी महोदय, कित् नित् प्रत्ययः अस्ति चेत् तस्य महत्त्वं किम् अस्ति? महोदय प्रश्नः, प्रत्ययः कित् नित् अस्ति चेत् तस्य महत्त्वं किम्? गुणनिषेधकं, गुणबाधकं, गुणः न वर्तते. गुणः अपि न वर्तते, वृद्धिः अपि न वर्तते. अपि किङ्वित् च इति सूत्रम् अनुसरति. तर्हि पित् अपि तस्य महत्त्वमस्ति, यत् पित् अस्ति चेदेव गुणं भवति, पित् नास्ति चेत् नित्वद् भवति, अधुना पत्रं करपत्रस्य सङ्ख्या किं? तत् अङ्गस्य इति अङ्गम् इति विषयः. करपत्रं फोर् अङ्गम् इति विषयः. तदेव गतरविवासरे अस्ति, तदेव. धन्यवादः. अस्तु, तर्हि अग्रे पश्यामः. अस्तु, तर्हि अत्र अङ्गम् इति विषयः इति करपत्रे प्रथमभाग अस्माभिः पठितं तदनन्तरं तत्र वाक्यम् अस्ति तर्हि सार्वधातुकलकाराणाम् अङ्गं कथं निर्मीयते इति विषयः सर्वे प्राप्नुवन्ति वा? अत्र इत् नाम किम् इति अस्ति तत्तु वयं जानीमः, षित् कित् नित् पित् इति अपि जानीमः, तदनन्तरं तर्हि सार्वधातुकलकाराणाम् अङ्गं कथं निर्मीयते इति सर्वे इति वाक्यं सर्वे प्राप्नुवन्ति वा? आं महोदय प्राप्तम्। अस्तु तर्हि ततः अग्रे पठामः। सुमित्रा महोदय भवती पठतु। तर्हि सार्वधातुकलकाराणाम् अङ्गं कथं निर्मीयते इति विषयः। एकवारम् आरम्भतः एषां धातूनाम् अङ्गम् अदन्तं तेषां तत्र महोदय वाक्यमस्ति खलु तत्र, तर्हि सार्वधातुकलकाराणाम् अङ्गं करपत्रे, अङ्गम् इति विषयः करपत्रे, तिङ्गसि सार्वधातुकम् इति अस्ति खलु, तस्मात् पूर्वं वाक्यं पठतु महोदय। अस्तु। एकवारम् आरम्भतः एषां धातूनाम् अङ्गम् अदन्तं तेषां कृते अङ्गं कथं निष्पन्नम् इति दृश्यताम्। तिंशत् सार्वधातुकम् इदं सूत्रम् अवलोकयाम। क्षम्यतां महोदय, विलम्बेन आगतवती। तिंशित् सार्वधातुकम् अङ्गम् इति विषयः करपत्रे, तिंशित् सार्वधातुकम् 01 इति एकं करपत्रम्। अहं करपत्रं तु उद्घाटितवती। तत्र तिंशित् सार्वधातुकम् इति खण्डः अस्ति, एकं रेखा अस्ति अधः, तदनन्तरं धन्यवादः। तिंशित् सार्वधातुकम् इति नाम यः प्रत्ययः तिङ् वा षित् वा अस्ति सः प्रत्ययः सार्वधातुकम् इति उच्यते। सार्वधातुकम् एकं नाम, एकसंज्ञा अस्ति। तावत् एव, व्याकरणे बहवः नामानि सन्ति। अस्तु, तर्हि शप् प्रत्ययः षित् इति ज्ञातं, तदा यः षित् सः सार्वधातुकम् इति अत्र उक्तम्, अतः शप् सार्वधातुकसंज्ञा प्राप्नोति। अत्र तिङ्क्षित् सार्वधातुकम् इति दत्तम् अस्ति, इत्युक्ते यः प्रत्ययः तिङ् अथवा षित् अस्ति तस्य संज्ञा अथवा नामकरणम् अस्ति सार्वधातुकम् इति। तावदेव, व्याकरणे बहवः नामानि सन्ति, बहुवर्ण संज्ञासूत्रं दत्तम् अस्ति। शप् प्रत्ययः षित् इति ज्ञेयं, तदा षित् इत्युक्ते सार्वधातुकम् इति विस्तृतमस्ति अत्र, संज्ञां प्राप्नोति। तत्तु जानीमः, तिंशित् सार्वधातुकम् इति सूत्रं तु अस्माकं परिचितं सूत्रमस्ति। ये तिङ् प्रत्ययः सन्ति अथवा षित् प्रत्ययः सन्ति ते तेषाम् इति नामकरणं भवति सार्वधातुक। अस्तु, अग्रे। के सार्वधातुकसंज्ञकाः अर्हाः इति इदं सूत्रं सूचयति। अष्टादश तिङ्संज्ञकाः प्रत्ययाः सन्ति। भवति इत्यस्मिन् यः ति अस्ति सः तिङ्संज्ञकप्रत्ययः इत्युच्यते। वयं जानीमः बहवः संज्ञकाः अस्ति इति, परन्तु के सार्वधातुकम् अर्हसि इति इदं सूत्रं सूचयति। अष्टादश तिङ्संज्ञकः प्रत्ययाः सन्ति। अत्र भवति इति एकं पदम् अस्ति, अत्र ति इति अस्ति, अतः सः तिङ्संज्ञकः इत्युक्ते तिङ् मध्ये अस्ति, अतः तिङ्संज्ञकः प्रत्ययः इति उच्यते। परस्मैपदिधातूनां कृते नवप्रत्ययाः सन्ति। भव योगः ति, तः अन्ति सि, तः थ, नि वः मह। आत्मनेपदी धातूनां कृते नवप्रत्ययाः सन्ति वर्धयोगयोगः ते इते अन्ते से इथे द्वे ए वहे महे एतेषाम् अष्टादशप्रत्ययानां मूलरूपाणि सन्ति. परस्मैपदी धातूनां टिप् थस् जी सिप् थस् थ मिप् वस् मस् पुनः आत्मनेपदी धातूनां त आतां ज थास् आथां ध्वम् इड् वहि महि. अत्र परस्मैपदी कृते नवप्रत्ययाः सन्ति, आत्मनेपदी कृते अपि नवप्रत्ययाः सन्ति. एतेषामेव मूलरूपाणि. परस्मैपदिधातूनामपि तिप् तस् जि इति विभक्तिरूपाणि प्रत्ययाः अपि सन्ति. मूलप्रत्ययाः मूलप्रत्ययाः तिङ्प्रत्ययाः के सन्ति एकवारं पुनः पठतु महोदय, कृपया पुनः भग्नः अभवत् किञ्चित्. मूलप्रत्ययाः के के सन्ति पुनः पठतु. परस्मैपदिधातूनां कृते तिप् तस् जि सिप् थस् थ मिप् बस् मस् पुनः आत्मनेपदिधातूनां त आतां ज थास् आथां ध्वम् इड् वहि महि. अस्तु, एते परस्मैपदिधातूनां एतेषां सर्वे अष्टादश तिङ्प्रत्ययाः सार्वधातुकप्रत्ययाः सन्ति. अग्रे पठामि वा? आमां. नवकृत् प्रत्ययाः षित् सन्ति इति कारणतः सार्वधातुकसंज्ञकः भवन्ति. ते च शत्र शानच् शानश् शानन् खश् ष एष षध्यै षध्यैन्. तेषे अस्माकं कृते शत्र शानच् प्रसिद्धौ. नवप्रत्ययाः सन्ति इति सूचयति. अत्र षित् अस्ति इति कृत्वा तेषां सार्वधातुकसंज्ञकः इति नामकरणम् अस्ति. तत्तु शत्र शान शानश् छानश् शनन् शानन् खष् श एष् षध्यै षध्यन् इति अत्र तु प्रसिद्धं शत्र शानच् अस्माकं कृते. षट् विकरणप्रत्ययाः षित् सन्ति इति कारणतः सार्वधातुकसंज्ञकः भवन्ति. ते च शप् श्यन् तत्तु षित् अस्ति. तर्हि अष्टादश तिङ्प्रत्ययाः नवकृत् प्रत्ययाः ये षित् सन्ति नाम शत्र शान चान शानन् खष् ष एष् षध्यै षध्यैन्. षट् विकरणप्रत्ययः नाम शप् शन् श्नु ष श्नं श्ना. ते सर्वे अष्टादशतिङ्प्रत्ययाः पञ्चदश षित् प्रत्ययाः सर्वे सार्वधातुकप्रत्ययाः सन्ति. नो चेत् अन्ये प्रत्ययाः आर्धातुकप्रत्ययाः सन्ति इति अस्माकं मूल इति अस्माकं विषयः अस्ति. अस्तु, धन्यवादः महोदय. अग्रे पठामः. सुमन् महोदय अग्रे पठतु. हरिः ओं महोदय, अहं भानुचैतन्य. नमस्ते महोदय. क्षम्यतां महोदय, विलम्बेन आगतम्. महोदय कुत्र अस्ति अङ्गम् इति विषयः? एकनिमिषः, अङ्गम् इति विषयः अस्ति खलु? आं महोदय, तत्र कर्तृशप्. आं महोदय, अहं तत्रैव अस्मि. कर्तृशप्, अधुना कर्तृशप्. कर्तृशप् वयं जानीमः खलु, अतः पठनस्य आवश्यकता. एकनिमिषः महोदय, किञ्चित् सार्वधातुकम् इति प्राप्तवान् महोदय. अधः अस्ति. अधः? आं महोदय. अस्तु, अस्ति महोदय, पठतु. धन्यवादः महोदय, क्षम्यताम्. अस्तु, द्वितीयबिन्दुः अस्ति कर्तरिषप् अनुवृत्तिसहितसूत्रं धातोः पर शप् प्रत्ययः कर्तरि सार्वधातुके. स्मर्यते यत् पाणिनीयसूत्रेषु सप्तमी विभक्तेः अर्थः पूर्वम् इति. तर्हि सूत्रार्थ धातुभिः कर्त्रार्थे अष्टादश तिङ्संज्ञकप्रत्ययाः अपि च नवषित् कृत् प्रत्ययाः च यत्र यत्र भवन्ति तत्र तत्र तेषु परेषु तेषां पूर्वं शप् प्रत्ययः विधीयते. अत्र कर्त्रार्थे कर्तरिप्रयोगः इति अवगम्यताम्. भावे कर्मणि च शप् प्रत्ययः न विहितः. अस्तु, इदानीं वदामि, अग्रे अपि पठामि. वदतु अर्थम्. अस्तु, सूत्रम् अस्ति कर्तरिशप् अनुवृत्तिसहितसूत्रम् अस्ति. धातोः सप्रत्यय अस्ति चेत् तत्र तत् अपि च कर्तरिप्रयोग अस्ति चेत् सार्वधातुक अपि प्रत्यय सार्वधातुकप्रत्यय अस्ति चेत् तत्र धातोः परः शप् प्रत्यय आगच्छति. धातोः अनन्तरं यदि सार्वधातुकप्रत्ययः अस्ति चेत् तत् तस्य पूर्वं कर्तृप्रयोगे शप् प्रत्ययः आगच्छति. शप् इति विकरणप्रत्ययः अस्ति. अस्तु, अग्रे. धातोः पर किन्तु प्रत्ययात् पुनः के के सार्वधातुकप्रत्यय इति अस्ति इत्युक्ते तिंशित् अष्टादश तिंशित् तिङ् प्रत्ययाः सन्ति चेत् नो चेत् नव षित् कृत् प्रत्यय सन्ति चेत् तत्र धातोः परः शप् आगच्छति. इदानीं तु आगम खलु. आम्, सत्यम्. एतत् अपि बोध्यं यत् दशसु अपि गणेषु अनन्तरं यत् स्मरणीयम् इत्युक्ते कर्तृत्वे एव कर्मणि प्रयोग नो चेत् भावे प्रयोग अस्ति चेत् तत्र शप् न आगच्छति. एतत् अपि बोध्यं यत् दशसु अपि गणेषु कर्तृत्वे शप् विकर्णप्रत्यय विहितः. अनन्तरं भवादि गणं चुरादिगणं वा विहाय कुत्रचित् शपः लोपः भवति. अदादिगणे जुहोत्यादिगणे च कुत्रचित् शपं प्रभाद्य अन्यविकर्णप्रत्यय आयाति. अस्तु, प्रथमसोपाने तत् धातोः परः कर्तृत्वे सार्वधातुकप्रत्यय अस्ति चेत् शप् प्रत्यय आगच्छति. अनन्तरं चुरादि गणे भवादिगणे विहाय अन्य विकर्णप्रत्यय आयाति. द्वितीयगणे इत्युक्ते अदादि गणे जुहोत्यादिगणे किमपि न भवति, शापः लोपः भवति. अस्तु, इदानीं तु विकर्णप्रत्ययाः सन्ति अदादिभ्यः शप् लुक् शपः लोपः जुहोत्यादिभ्यः शप् श्लू पुनः शपः लोपः दिवादिभ्यः श्यन् स्वादिभ्यः श्नु आगच्छति तुदादिभ्यः श रुधादिभ्यः श्नम् तनादिभ्यः उः उ क्रयादिभ्यः श्न किं ते सर्वे विकर्णप्रत्ययाः सन्ति ये शप् शप् प्रभाद्य आयान्ति तर्हि अदादिभ्यः किं भवति शप् प्रत्ययस्य लोपः भवति जुहोत्यादिभ्यः अपि शप् प्रत्ययस्य लोपः भवति दिवादिभ्यः दिवादिगणे शप् स्थाने श्यन् स्वादिभ्यः स्नु उदादिभ्यः श रुधादिभ्यः श्नम् तनादिभ्यः उ क्र्यादिभ्यः श्ना तर्हि महोदय मम प्रश्नः अस्ति दिवादिभ्यः अस्ति खलु दिवादिगणे तर्हि दिवादिभ्यः कर्तृशप् अपि अस्ति नाम शप् प्रत्ययः अपि आगच्छति तर्हि दिवादिभ्यः श्यन् कथयति शन् प्रत्ययः आगच्छति तर्हि एकस्मिन्नेव काले उभयोः सूत्रयोः प्रसक्तिः अस्ति तर्हि कस्य सूत्रस्य कार्यं भवति कथं जानीमः इदानीं तु श्यन् तु शप् प्रभाद्य आगच्छति खलु अपवादः भवति इति अपवादसूत्रमस्ति इति तर्हि यदा अस्माभिः पूर्वं पठितं तदा बलाबलम् इति विषये अस्माकं चिन्तनं नास्ति परन्तु अस्माकं चिन्तनम् अधुना अस्ति यत् कर्तृशप् दिवादिभ्यः श्यन् उभयोः सूत्रयोः एकस्मिन् एव समये प्रसक्तिः अस्ति परन्तु दिवादिभ्यः श्यन् इति सूत्रस्य कार्यं भवति यतोहि तत् कर्तृशप् सूत्रस्य अपवादसूत्रमस्ति तथैव स्वाधिभ्यः श्नु अपि कर्तृशप् सूत्रस्य परसूत्रमिति कारणात् किं परसूत्रमिति कारणात् अपवादसूत्रम् अपवादसूत्रमस्ति तदादिभ्यः श अपि अपवादसूत्रं सर्वे अपवादसूत्राणि सन्ति नो चेत् एतद् पश्यतु यदि दिवादिभ्यः श्यन् इति सूत्रस्य स्थाने अपि यदि कर्तृशप् कार्यं करोति तर्हि दिवादिभ्यः श्यन् तस्य प्रसक्तिः कुत्रापि नास्ति अतः तत् सूत्रम् अपवादसूत्रमस्ति तर्हि बहुत्र पाणिनिः एतादृशमेव करोति यत् यत् सामान्यसूत्रमस्ति नाम जनरल् सूत्रमस्ति तत् पूर्वं लिखति नाम कर्तृशप् तस्य अनन्तरं ये विशेषसूत्राणि सन्ति अथवा अपवादसूत्राणि सन्ति नाम स्पेशल् रूल्स् तत् अग्रे लिखति अतः तत् कर्तृशप् प्रथमं लिखति तदनन्तरम् अदादिभ्यः श्नु लुक् जुहोत्यादिभ्यः श्नु इति सर्वं करोति अस्तु महोदय मम प्रश्नः अस्ति सोपान द्वयम् अस्ति वा एकस्मिन् सोपाने एव प्रभाद्य दिवादिभ्यः आगच्छति प्रथमं शप् आगच्छति अनन्तरम् ओ दिवादिभ्यः दिवादिगणः अस्ति अतः इदानीं शप् मास्तु श्यन् आगच्छति अहं चिन्तयामि एकस्मिन् एव समये भवति इत्युक्ते शप् कदाचित् न आदेश तस्य तथा किमपि चिन्तनं तस्य महत्त्वं नास्ति यतोहि तस्य अन्तिम तस्य यत् परिणामः अस्ति तत्तु एकमेव अस्ति तर्हि नास्ति परन्तु यदि अहं चिन्तयामि यदि मां पृच्छति तर्हि अहं चिन्तयामि एकस्मिन् एव समये साक्षात् श्नुष्यन् एव आगच्छति अस्तु धन्यवादः महोदय तत्र शप् लुक् शप् श्लु इति किं महोदय अन्ये सर्वे तु शन् श्नु अस्ति तत्र लुक् श्लु इति किं महोदय तर्हि लुक् श्लु लोपानां नाम अस्ति लुक् एकप्रकारस्य लोपः अस्ति नाम अदादिभिः शप् यत् प्रत्ययः अस्ति तस्य लोपः भवति लुक् एकप्रकारस्य लोपः अस्ति तथैव जुहोत्यादिगणे अपि शप् तस्य लुक् श्लु भवति श्लु अपि प्रत्ययस्य लोपः तस्य नाम अस्ति नाम अदादिभ्यः जुहोत्यादिवहे जुहोत्यादिगणे अदादिगणे विकरणप्रत्ययः किमपि नास्ति, किमपि न अस्माभिः किमपि विकरणप्रत्ययः न दृश्यते, परन्तु तत्र अदादिभ्यः यः लोपः अस्ति तस्य नाम लुक्, जुहोत्यादिभ्यः यत् लोपः अस्ति तस्य नाम श्लु। तत्र भिन्नभिन्ननाम किमर्थं भिन्नभिन्ननामानि किमर्थं स्तः तस्य महत्त्वम् अग्रे आगच्छति यदा वयं जुहोत्यादिभ्यः अदादिभ्यः तस्य पाठं पठिष्यामः। परन्तु तस्य महत्त्वम् अस्ति यत् भिन्नभिन्नलोपः अस्ति अतः भिन्नभिन्नकार्यमस्ति। उदाहरणार्थं जुहोत्यादिगणे श्लु अस्ति अतः तस्य सर्वमहत्त्वपूर्णं कार्यमस्ति यत् द्वित्वं भवति। यदा श्लु भवति तदा अङ्गस्य द्वित्वं भवति इति एकं कार्यम् अस्ति। परन्तु अदादिगणे श्लु नास्ति, लुक् अस्ति, अतः तत्र द्वित्वं न भवति। तत्र प्रत्ययस्य परन्तु तत्र द्वित्वमपि भवति। अन्य कुत्रापि द्वित्वं भवति? बहुत्र द्वित्वं भवति, सर्वत्र द्वित्वस्य पञ्चप्रकाराणि सन्ति। तत्र एकप्रकारमस्ति श्लु द्वित्यादिगणे, तत्र सन् प्रत्ययः तत्र अपि द्वित्वं भवति, बहुत्र भवति सन् सन् प्रत्ययः पठिष्यति। यथा पिपासा अस्ति खलु, पिपासा पीपा तत्र द्वित्वम् अस्ति, तथा बहुत्र अस्ति। परन्तु अत्र जुहोत्यादिगणे द्वित्वम् अस्ति, तस्य कारणमस्ति श्लु इति चिन्तयति। अस्तु, भानुमहोदय अवगच्छति वा? आं महोदय, अस्तु। लुक् लुक् इति किम्, श्लु इति किम् इति मया न लोपः अस्ति। अस्तु, भवान् एव अग्रे पठतु। अधुना अस्माकम् अङ्गं निर्माणं महोदय, अधुना अस्माकम् अङ्गनिर्माणं कर्त्रार्थे वद् योगः लट् महोदय, तत् किं वदनीयं महोदय? तत् एरो इति न, एरो न किमपि नास्ति। तर्हि सर्वप्रथमम् अस्माकं यत् विवक्षा अस्ति, विवक्षा अपि इति वक्तुम् इच्छा अत्र अस्ति। वयं किं कथयितुम् इच्छामः? वयं किम् इच्छामः यत् अहम् इच्छामि यत् वद् धातोः लट् लकारे रूपं किम् इति अहम् उक्तुम् इच्छामि। तर्हि वद् योगः लट् इति सर्वप्रथमं भवति। अस्तु, तदनन्तरं किं भवति महोदय? वद् योगः लट् तत्र लट् तिङ् प्रत्ययः, वद् योगः ति प्रत्ययः, तत्र दिप् प्रायः ति इति लिखितं, तद् भवति महोदय, विस्मृतं महोदय, द्वे सूत्रे आम् लस्य नास्ति वा? आम्, लस्य एकं सूत्रम्, अन्यसूत्रं तिप्तस्य। सम्यक्, बृहत्सूत्रमस्ति किल लस्य, तदनन्तरं तिप्तर्चि तिप्तस्थ सूत्रेण ति आगच्छति। उत्तमम्, अग्रे अग्रे तत् वद् योगः तत्र कर्तरे शप् इति भ्वादिगणे इति अहं मन्ये महोदय, तर्हि तत्र कर्तरि शप् इति सूत्रेण वद् योग शप् प्रत्यय वग् योगः शर् कर्तरि शप् प्रयो शप् प्रत्ययः योगः तिप् प्रत्ययः, वद् योगः शप् योगः ति कर्तरि शप् इति महोदय, तद् इत्संज्ञा कृत्वा वद् योगः अयोग ति भवति महोदय। शप् स्थाने अ भवति, किमर्थं महोदय वदतु भानुमहोदय? लषक्व तद्धिते इति सूत्रेण तस्य लोपः इति शकारः हलन्त्यञ्च तस्य लोपः इति सूत्रेण पकारः अकार एव अवतिष्ठते। रूपं किं भवति? वदति इति अन्तिमपदं निष्पद्यते महोदय, सत्यं। तर्हि वदति इति, तर्हि बहुत्र केवलं वर्णमेलनम् एव अस्ति, नाम वद् योगः अयोगः ति किमपि कार्यं न भवति, केवलं वर्णमेलनं वदति इति रूपं भवति। अस्तु, अग्रे पठतु। तर्हि वद् योगः अकार अ इति स्थितिः। अत्र सार्वधातुकलकारेषु लट् लङ् विधिलिङ् इत्येषु बहुत्र केवलं धातुविकरणयोः संयोजनम्, यथा वद्योगः अ वद इति अङ्गं निष्पन्नम्। यत्र यत्र धातुः हलन्तः अपि च तस्य उपधायाम् अकारः अस्ति तत्र केवलं धातुविकरणयोः संयोजनम्। महोदय, सार्वधातुकलकारेषु यथा लट् लोट् लङ् विधिलिङ् चतुर्थ सार्वधातुकलकारेषु बहुत्र स्थिति अस्ति केवलं धातु अस्ति, तदनन्तरं विकरणं शप्रत्ययविकरणं यदस्ति तस्य मेलनम् एव। तदर्थं मेलनान्तरं यद् पदं भवति महोदय, शब्दं भवति, पदं नास्ति, शब्दम् अङ्गम् इति अङ्गमस्ति। वद इति पदं नास्ति, अङ्गमस्ति महोदय। अस्तु, अङ्गं शब्दमिति वक्तुं शक्यते वा महोदय? आं, शब्दं वदतु, परन्तु पदं तु नास्ति। हा, पदं नास्ति महोदय, तद् तस्य नाम अङ्गम् इति। अङ्गम् नाम लिङ्गप्रत्ययस्य कृते वद इति अङ्गम्। आं महोदय, अस्तु अग्रे। यत्र धातुः हलन्तः अपि च तस्य उपधायाम् अकारः अस्ति, यथा उपरि व अस्ति चेत् वकारः योग अकारः अस्ति, अकारः अस्ति चेत् तत्र केवलं संयोजनमेव भवति, गुणः न इति। गुणः नास्ति, यतोहि हलन्त अस्ति, उपधायामपि अकारः एव अस्ति, अतः गुणः तु नास्ति, केवलं वर्णमेलनं भवति वद इति। आं महोदय, सन्धिः अपि नास्ति, केवलं संयोजनमेव, संयोजनम्। अस्तु अग्रे। धातौ गुणकार्यम्, धात्वान्ते इक् प्रत्याहारस्य अन्यतमः वर्णः इ उ ऋ इड् अस्ति चेत् अथवा उपधायां ह्रस्वः इ उ ऋ इड् अस्ति चेत् तर्हि विकरणप्रत्ययस्य प्रभावेन गुणप्राप्तिः भवति, कुत्रचित् प्राप्तौ निषिद्धः अपि भवति, कुत्र कुत्र इति अधः पश्यामः। प्रायः स्मर्यते स्वरः इत्युक्ते इ ई उ उ ऋ गुण इत्युक्ते ए ओ अर् अय् महोदय, धातुः अन्ते किम् इक् प्रत्याहारस्य अन्यतमवर्णः चेत् वर्णः महोदय, स्वर्णः स्वरः वा हलन्तः वा किमपि धातुः अन्ते इक् प्रत्याहारस्य स्वरः अस्ति चेत् तस्य गुणं भवितुं शक्नोति खलु? महोदय किन्तु तत्र इक् प्रत्ययस्य अन्यतमवर्णः इति आम् लिखितम्। इक् प्रत्याहारस्य वर्णः अस्ति खलु? आम् महोदय, इक् प्रत्याहारस्य वर्णः इक् प्रत्याहारस्य अन्यतम तस्य अन्यतम इति तस्य अर्थः अस्ति वन् आफ् द आम् शब्दस्य अर्थं पृच्छति वा? अन्यतम इत्युक्ते वन् आफ् द प्रत्याहारे इक् प्रत्याहारे बहुवर्णानि सन्ति, तत्र वन् आफ् द प्रत्यय यदि वन आफ् द वर्ण अस्ति चेत् इति. अवगच्छति वा? तत्र तु लिखितं न महो, धातुः अन्ते इक् प्रत्याहारस्य, इक् प्रत्याहार तु इ उ रुल् रु तदेव अस्ति. आम्, तस्य अन्यतमः वर्णः किमपि नास्ति. अन्यतम इत्युक्ते इ अथवा उ अथवा रु, वन् आफ् दीस् इति. अहो, अन्यतमः इत्युक्ते वन् आफ् दीस् वा? आमाम्, किल महोदय? एकनिमेषः, वन् आफ् द इति अन्यतमः इत्युक्ते वन् आफ् द. ओ, अन्य इति अहं चिन्तयामि अन्य अदर् देन् दीस्. महोदय, क्षम्यतां महोदय. अन्यतमः, महोदय संशयः, अन्यतमः समप्रत्ययो वा अन्यतरः अस्ति अपि अस्ति? किम्? अन्यतमः अन्यतरः एव अपि अस्ति? न जानामि महोदय. नो, हौ केन् इट् बि? तमः एकी भवति किल, तमः इस् ओन्लि वन्, प्रायः अन्यतमः वन् आफ् तरः नास्ति. अस्तु, प्रसक्तिः नास्ति. अस्तु महोदय. उपधायां ह्रस्वः, ह्रस्व इकारः, उकारः, ऋकारः, ऋकारः अपि अस्ति चेत् तर्हि शप् विकरणप्रत्ययः यदस्ति तस्य प्रभावेन गुण उपदा गुण गुणं प्राप्नोति. कुत्र कुत्र गुणनिषिद्धम् अपि भवति. गुणनिषिद्धं कथं, किमर्थं तर्हि किं गुण केन सूत्रेण भवति? महोदय, एकनिमिषं महोदय, किञ्चित् स्मृतं. सार्वधातुक अर्धधातुकयोः, आं सर्वसत्यं, सार्वधातुक अर्धधातुकयोः इति सूत्रेण निगन्त अङ्गस्य गुणं भवति. अन्यसूत्रं किमस्ति महोदय? गुणस्य द्वितीयसूत्रं किम्? उगन्तलघुकृतस्य. आम्, सत्यं, जानाति भवान्. तर्हि तत्र उपधायां ह्रस्वस्वर ह्रस्व अस्ति, इक् इक् वर्णः अस्ति चेत् तस्य गुणं भवति. अस्तु, तदनन्तरं महोदय, केन सूत्रेण गुणनिषिद्धं भवति? निति च. निति च इति सूत्रेण गुणनिषिद्धं भवति. तर्हि अत्र सार्वधातुकम् अपित् इति सूत्रेण पित् नास्ति चेत् तत् नित्वत् भवति. अतः सार्वधातुकम् अपित् अपि, सार्वधातुकम् अपित् अस्ति तद् तस्य अपि गुणनिषिद्धम्. अस्तु, अग्रे, हा, धन्यवादः महोदय. अग्रे सरला महोदय अस्ति खलु? पठतु सार्वधातुक अर्धधातुकयोः. सार्वधातुक अर्धधातुकयोः इति अन्यत् सूत्रम् अस्ति. सार्वधातुक अर्धधातुकयोः इति सत्यन्तं पदम् सार्वधातुक अर्धधातुकयोः गुणः अङ्गस्य इति अनुवृत्तिसहितसूत्रम्. अत्र अस्य सूत्रस्य अर्थ एवम्, इगन्तधातोः अनन्तरं सार्वधातुकं तथा अर्धधातुकं प्रत्ययः अस्ति चेत् तर्हि इगन्तस्य अङ्गस्य गुणः भवति. यथा भूयोगशप् भो योगशप् भो योग अत्र दत्तमस्ति. सार्वधातुक अर्धधातुकयो इति सूत्रम् अस्ति येन गुण भवति. सार्वधातुक अर्धधातुकयो, सार्वधातुकं च अर्धधातुकं च तयोः इति तस्य सप्तमी विभक्ति आगच्छति. तस्य पूर्वं कार्यं भवति. सार्वधातुक अर्धधातुकप्रत्ययः सार्वधातुक अर्धधातुके इति यदि परे अस्ति अङ्गं तस्य पूर्वम् इकन्तम् अङ्गम् अस्ति, यथा इदानीं वयं पठितवन्तः इकन्तम् अङ्गं तस्य प्रत्याहारे इ उ ऋल् कोऽपि अन्यतम वर्णः अस्ति तस्य पूर्वं तस्य सूत्रस्य प्रसक्ति भवति. पूर्वम् इकन्तम् अङ्गं भवति, परे निमित्तं भवति सार्वधातुक आदुधातुक प्रत्ययः. अस्य उदाहरणमस्ति भूयोगस्य, भू इति धातुः अस्ति उकारान्त धातु, तत् प्रत्याहारे आगच्छति. भू भवति इकन्तम् अङ्गं, शप् इति विकरणप्रत्यय अस्ति, तस्य अनुबन्धालोपानन्तरं शलशक लशकृत इति सूत्रेण इति हयन्तसूत्रेण तस्य लोपः भवति, इव शिष्यते. भू तस्य गुणं भूत्वा ओ भवति, भूयोग आगच्छति तत्र. सम्यक्, अग्रे पठामि. एकनिमिषं. तर्हि यथा महोदया उक्तं, यदि इगन्तधातुः अस्ति, नाम धातोः अन्ते यदि इ उ रुल् रु अस्ति, तदनन्तरं यदि सार्वधातुकप्रत्ययः अस्ति अथवा आर्धातुकप्रत्ययः अस्ति, तर्हि तस्य गुणः भवति इति सूत्रं वदति. नाम अतः उदाहरणमस्ति भूयोगः शप्, तत्र शप् सार्वधातुकप्रत्ययः अस्ति, भू इगन्त धातुः अस्ति, अतः केवलं धातुः न अङ्गम् इगन्त अङ्गम् अस्ति, तर्हि भू इगन्त इगन्त अङ्गम् अस्ति, अतः भू तस्य उकारस्य गुणं भूत्वा ओ भवति. ओ सार्वधातुक आधातुकयोः इति सूत्रस्य कार्यं भवति. अस्तु अग्रे महोदय, एकनिमिषं. भूयोगः शप् इति अस्ति, इगन्तस्य अङ्गम् इत्युक्ते स्थाने किं तत्काले स्थाने भवति. एकनिमिषं, किमस्ति महोदय? सुमित्रा महोदय, इगन्तस्य अङ्गस्य गुणः इति दत्तमस्ति खलु महोदय? तत्र इगन्तं तु भू, अत्र उकारः एव इगन्तं, तस्य अङ्गम् इत्युक्ते इब् इति स्वीकरणीयम् अथवा शप् इत्यस्य अङ्गं भू इति स्वीकरणीयम्? शप् प्रत्ययस्य कृते अङ्गं किम् अस्ति? उकारः, भू इत्यस्य उकारः भू, न अङ्गं तु भू अस्ति, भू, परन्तु भू इगन्त अङ्गम् अस्ति. तर्हि तथैव मम भवती पृच्छति यत् अङ्गस्य अङ्गस्य कार्यं भवति अथवा उकारस्य कार्यं भवति, खलु? न न, अङ्गम् इति शप् इति प्रत्ययस्य कृते अथवा भू इति धातुः अस्ति खलु, तस्य शप् अङ्गं वा इति प्रत्ययस्य कृते अङ्गमस्ति सर्वदा. अस्तु, तर्हि शप् प्रत्ययात् पूर्वं यत्किमपि अस्ति तत् तस्य अङ्गं, तर्हि भू अङ्गम्. अस्तु, धन्यवादः. अस्तु, विकरणप्रत्ययः प्रति धातु भवति अङ्गम्, यदि तिङन्तप्रत्ययम् अस्ति तत्र विकरणधातु योजित्वा यत् निष्पन्नं भवति तत् भवति अङ्गं तिङन्तप्रत्यय प्रति. सो यदा भव महोदय उक्तवान् प्रत्ययः अङ्गौ यत् अस्ति तत् अस्ति अङ्गं, तस्य अङ्गस्य परिभाषा अस्ति. समीचीनं भगिनी, धन्यवादः. अस्तु महोदय, अत्र उपदा किं भवति महोदय? अत्र उपधा नास्ति. भू इति अत्र इगन्त अङ्गम् अस्ति, अतः उपधा उपधा तत्र भकारः अस्ति खलु महोदय? न अत्र इगन्त अङ्गमेव अङ्गम्, तस्य अन्ते एव इक् प्रत्याहारस्य वर्णः अस्ति, अतः गुणः भवति. अहं तस्य एव गुणः भवति, उपधायास्य प्रसक्तये तत्र नास्ति. अत्र प्रसक्तिः एव नास्ति खलु? आम्, उपधायाम् उपधायां तु हल् वर्णः अस्ति खलु, ह्रस्व इक् वर्णः नास्ति महोदय. अग्रे सरला महोदय. अस्तु, सन्धिप्रकरणे एकं सूत्रम् अस्ति, एचोय वायाव अय आय अव आव आदेश क्रमेण आयान्ति नाम यान्तवान्तः सन्ति. अनेन सूत्रेण एकस्मिन् पदे ओकारः अस्ति चेत् तस्य अनन्तरं कोऽपि स्वरः अस्ति चेत् तर्हि ओकारस्य स्थाने अव आदेश अव आगच्छति. यथा भो योग अ को स्थाने अव आदेश अतः भ योग अव योग अ भव इति अङ्गं सिद्धम्. इदानीं भो यदि अङ्गं भो गुणं भूत्वा भवति भो योग इदानीं सन्धिकार्यं भवति सन्धिकार्यम् ओ योग अ. इदानीं यदि वयं वर्णात् बलं इति सूत्रं दृष्ट्वा पूर्वम् अङ्गकार्यं भवति तदनन्तरं वर्णनिमित्तं कार्यं भवति इति अस्माकम् अत्र शिक्षा अस्ति. सन्धिप्रकरणे एकसूत्रम् एचो यवायाव आगच्छति. अत्र वर्णात् अङ्गं बलियम् इति सूत्रस्य अत्र तस्य किं महत्त्वम् अस्ति? शप् भूयोग शप् भूयोग अ यदि अस्ति तत्रापि गुण यणसन्धि भवितुं शक्नोति तत्र. किन्तु अङ्गकार्यं पूर्वं भवति तस्य वर्णात् अङ्गं बलीयम् इति सूत्रेण प्रथमं वयं अङ्गकार्यं कृतवन्तः तदनन्तरं वर्णनिमित्तं कार्यं कुर्मः. तत्तु यण्सन्धि कृते अत्र यान्तवान्तसन्धि कृते किमपि प्रश्नः नास्ति. न किन्तु अहं यदि उक्तवती भूयोगश तत्र अपि सन्धिकार्यं भवितुं शक्नोति साधु. तद् अङ्गकार्यं वयं प्रथमं कृतवन्तः तदनन्तरम् इदानीं वर्णनिमित्तकं कार्यं अहं बलाबलस्य चिन्तनमपि वदन्ती अस्मि. सन्धिप्रकरणे एचवयावय इति यदि ए तस्य यदि एकार वा ओकार अस्ति तस्य परे कोऽपि स्वर अस्ति तत् एकारस्य स्थाने अय ओकारस्य ऐकारस्य स्थाने आय ओकारस्य स्थाने अव औकारस्य स्थाने आव एच अय अव आय अव इति सूत्रं वदति. क्रमेण ते आगच्छन्ति. सो इदानीम् अस्माकम् उदाहरणम् अस्ति भो योग अ. सो भ भकार योग ओकार ओकारस्य स्थाने अव आदेश भवति भव इति योग अकार भव इति अङ्गं निष्पन्नं भवति. एतत्तु सर्वं वयं जानीमः यत् ओकारस्य स्थाने अव् भूत्वा भव इति भवति अङ्गं. नाम बहुत्र केवलं वर्णमेलनं भवति यथा वद पठ. कुत्र कुत्र इगन्तमङ्गम् अस्ति चेत् तस्य गुणः भवति अतः भूतस्य भो अस्ति तदनन्तरं भो योगः अ भव इति अङ्गं निष्पद्यते इति कुत्र कुत्र गुणं भवति. अस्तु महोदय अग्रे पुगन्तलघुपदस्य च पुगन्तलघुपदस्य पुगन्तलघुपदस्य च अङ्गस्य एकः गुणः सार्वधातुक अर्धधातुकयो अनुवृत्तिसहितसूत्रं. लघु उपदस्य अङ्गस्य एकः गुणः सार्वधातुक अर्धधातुकयो इति अस्माकं कृते मुख्यभागः. लघ्वी उपधा लघु उपधा हस्वा एक उपधा हस्व एक ए ऊर् उदाहरणार्थं बुद्ध योग बुद्ध धातौ उपधायां हस्व उकारः अस्ति. पुगन्तलघु उपधस्य वयं जानीमः यदि उपधायाम् एक वर्ण आगच्छति एक प्रत्याहारस्य कोऽपि वर्ण आगच्छति तस्य गुणः भवति. उपधा इत्युक्ते हलन्तम् अङ्गम् अस्ति तस्य पूर्वं स्वरः अस्ति तत् यः कोऽपि वर्णः अस्ति तत् उपधा भवति. इदानीम् उपधा यदि बुद्ध धातु अस्ति तत्र उपधायां धकार हल्यन्तं वर्णः अस्ति, तस्य साक्षात् पूर्वं उकार अस्ति तत् भवति उपधायां, सो उकार इति इक् वर्णस्य इक् प्रत्याहारस्य वर्णः अस्ति, सो इक् उकार उपधायाम् अस्ति ह्रस्व उकार, तस्य पुगन्तलघुपदस्य अनेन गुणः भवति. सम्यक्. तर्हि लघु अपि लघु अस्ति इति प्रधानमस्ति. लघु इत्युक्ते दीर्घ उकार वा दीर्घ ईकार रीकार वा प्लुत स्वर न भवति, केवलं लघु ह्रस्व ह्रस्व इकार उकार ऋकार भवति. तर्हि उगन्तलघुपदस्य च इति सूत्रेण यदि उपधायां नाम यत् अन्तिमवर्णः अस्ति तस्मात् साक्षात् पूर्वं यत् वर्णः अस्ति तद् सः वर्णः यदि लघु अस्ति नाम लघु इक् वर्णः अस्ति नाम ह्रस्व इकारः ह्रस्व उकारः ह्रस्व ऋकारः तदा तस्य गुणं भवति सार्वधातुक अथवा आर्धातुक प्रत्ययप्रय अस्ति चेत्. तत्र बुधयोगः शप् अस्ति, तत्र धकारः अन्तिमवर्णः अस्ति तस्मात् प्राक् उकारः ह्रस्व उकारः उपधावर्णः अस्ति अतः उकारस्य स्थाने ओकारः भवति, बोध इति अङ्गं भवति बोध. एतत्तु वयं जानीमः. धन्यवादः महोदय. अग्रे गच्छामः. मलर् महोदय, इदानीमहं कार्यालयमेव गच्छामि. अस्तु अस्तु, केवलं शृणोमि. अस्तु मलर् महोदय, पठतु. आं महोदय, निशुल्कः वा? न न, लघु उपधस्य इति लघु उपधा इत्युक्ते लघु उपधा. लघु उपधा अस्य लघु उपधा यस्य तत् अङ्गं लघु उपधां तस्य अङ्गस्य. अत्र सपः दृष्ट्या अङ्गम् इत्युक्ते दुग् धातुः एव. दुग् धातु लघु लघु उपधा षष्ठः उकारः अस्ति, अतः दुग् धातुः स्वयं लघु उपधाम् अङ्गं. सारधात्विक आध्यात्मिकयोः इति सप्तम्यन्तं पदं. व्याकरणसूत्रेषु सप्तमीविभक्तिः नाम पूर्वमिति, अतः सारधात्विकसंयोगः प्रत्ययात् पूर्वं नाम षट् प्रत्ययात् पूर्वं लघु उपधां नाम दुग् धातुः अस्ति चेत् तस्य अङ्गस्य लघ्वी उपधायाः इतः इक् षष्टिभक्तिः इतः नाम उकारस्य गुणः भवति, अतः उकारस्य स्थाने ओकारः इति. दुद्योगः शप् बोर् इति अङ्गं सिद्धम्. अत्र पुगन्तलघुपदस्य सूत्रस्यैव विवरणमस्ति. लघु उपधाय किम् इत्युक्ते यस्य अङ्गस्य अन्तिमवर्णस्य पूर्वं यत् अस्ति तत् उपधा, तदपि लघु अस्ति चेत् तत् लघु उपधा अङ्गम् इति भवति. तादृश अङ्गम् अस्ति चेत् दिनः सार्वधातुक आध्यात्मिक इति सूत्रेण तस्य दिनं भवति महोदय. भवति सार्वधातुक आध्यात्मिक इति सूत्रेण तस्य दिन भवति. गुणं तु पुगन्तलघुपस्य सूत्रेण भवति. पुगन्तलघुपस्य च सूत्रं वदति यत् सार्वधातुक अथवा आर्धातुक प्रत्यय परे अस्ति चेत् तत्र सार्वधातुक आर्धातुकयोः इति सूत्रस्य प्रसक्तिः भवति, अनुवृत्तिः भवति. आर्धातुकयोः इति सूत्रं अनुवृत्तिः भवति. अत्र सार्वधातुक अथवा आर्धातुकप्रत्ययः परे अस्ति चेत् पुगन्तलघुपदस्य यत् ह्रस्व इकारः उकारः अस्ति तस्य गुणं भवति इति. अस्तु अग्रे. अग्रे महोदय, एकनिमिषः किं किन्तु तत्र भूधातु यदस्ति महोदय पूर्वं पठितं तत्र तु किमपि उपधातु नास्ति तत्र भू भो कथं भवति यदि पुगन्तरमुपदस्य गुणस्य कृते सूत्रद्वयमस्ति खलु सार्वधातुक आर्धातुकयोः पुगन्तलघुपदस्य च आं महोदय परन्तु भवान् इदं वदति प्रथमं पुगन्तलघुपदस्य अस्ति न एकनिमिषम् अहं वदामि तत्र सार्वधातुक आर्धातुकयोः इति सूत्रमस्ति एकं गुणस्य तत् सूत्रं वदति यत् इगन्त अङ्गस्य गुणं भवति सार्वधातुक अथवा आर्धातुक प्रत्ययपरे अस्ति चेत् तत्र भूमध्ये अस्य सूत्रस्य कार्यं भवति भू इगन्त अङ्गमस्ति अतः तस्य गुणं भवति तदनन्तरं पुगन्तलघुपदस्य च एकं सूत्रमस्ति तत्र सार्वधातुक आर्धातुकयोः इति सूत्रस्य सम्पूर्णतया अनुवृत्तिः अस्ति तत् सूत्रं वदति यत् यदि सार्वधातुक अथवा आर्धातुकप्रत्ययपरे अस्ति चेत् यदि इगन्त अङ्ग न परन्तु यदि उपधायाम् अपि ह्रस्व इकारः उकारः ऋकारः अस्ति चेत् तस्य अपि गुणं भवति इति अवगच्छति वा आं महोदय गुणद्वयं भवितुम् अर्हति एकम् अङ्गम् उपधातु एकम् अन्ते अस्ति तर्हि अन्य अस्ति उपधायाम् अस्ति परन्तु अत्र अस्ति उदाहरणरूपेण बुद्ध धातु किल भेदः अस्ति यत् यत् इगन्त अङ्गम् अस्ति तत् तत्र यत् इक् प्रत्ययः अस्ति तत् दीर्घमपि भवितुं शक्नोति ह्रस्वमपि भवितुं शक्नोति परन्तु पुगन्तलघुपदस्य च इति सूत्रेण यद् गुणं भवति तत्र उपधायां केवलं ह्रस्व इक् वर्णः एव भवेत् दीर्घवर्णः भवति उपधायां तस्य गुणं न भवति लघु उपधाय महोदय लृ इति नास्ति वा लृ अपि अस्ति परन्तु तस्य लृ इति बहु सन्ति रेर् अस्ति परन्तु सूत्रे अस्ति आं महोदय इत्युक्ते तत्र हर भवति लृ अस्तु धन्यवादः अस्तु मदर महोदय नीति च पठतु नीति च यः प्रत्ययः दित् चित् अथवा लित् अस्ति अपि च तं प्रत्ययं निमिति कृत्य इतः स्थाने गुणः अथवा वृद्धिः भवति स्म सः गुणः वृद्धिः न भवति इच्छ तेषाम् इतरेतरद्वन्द्वः इतः यस्य सः लित् तस्मिन् परे मिति द्वन्द्ववर्ग द्वन्द्ववर्ग बहुव्रीः समासः अत्र इग् स्थाने चकारः करीच इत्यनेन सत्यसन्धिः द्वितीय सप्तम्यन्तं च अव्ययपदं द्विपदम् इदं सूत्रम् इको गुणवृत्तिः इत्यस्य पूर्णतया अनुवृत्तिः न धातुलोप आर्धधातुके इत्यस्मात् न इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् अत्र प्रत्ययः यदि जित्वा स्थित्वा नित् अस्ति चेत् यद्यपि गुण अङ्गम् इतः अस्ति चेत् अपि गुणः वा वृत्तिः वा न भवति इति उक्तम् अद्य नाम यदा यत्र यदि प्रत्ययः नित् नित् गीत् अस्ति चेत् तस्य कारणेन यत् सामान्यतया यत् गुणम् अथवा यद् वृद्धिः भवितुं शक्नोति तत् वृद्धिः अथवा गुणं न भवति इति नाम गीत् गीत् नित् प्रत्ययः अस्ति चेत् गुणकार्यं वृद्धिकार्यं न भवति तर्हि निति च इकः गुणवृद्धि न. तर्हि ते तु वयं जानीमः. तर्हि सार्वधातुकप्रकरणे अस्य सूत्रस्य महत्त्वं कुत्र आगच्छति? अपि इति प्रत्ययः अस्ति चेत्. तर्हि अग्रे पठतु महोदय. महोदय एकः प्रश्नः, सार्वधातुकप्रत्ययः अस्ति चेत् एतत् सूत्रं साक्षात् इति कार्यं न करोति खलु? तत् पित् द्वारा एव करोति कार्यं सामान्यतया. आं, साक्षात् तु नास्ति. यत् साक्षात् कुत्र अस्ति वा सार्वधातुकप्रत्यये? प्रायः तत्र कृत् नवकृत् प्रत्ययः सन्ति खलु, तत्र प्रायः द्रष्टव्यम्. नवकृत् प्रत्ययाः सन्ति, तत्रापि सार्वधातुकप्रत्यय तावत् इत्तप्रत्यय तत्तु आर्धातुक अस्ति. सार्वधातुकमध्ये प्रायः साक्षात् कुत्र नास्ति इति न चिन्तयामि. किञ्चित् सार्वधातुकम् इत्युक्ते प्रसक्तिः नास्ति किल महोदय? किं प्रसक्तिः अस्ति, किमर्थं न भवति? कथं निति च इति सूत्रस्य प्रसक्तिः सार्वधातुक अथवा अर्धातुकयोः सर्वत्र भवति. सार्वधातुकयोः प्रायः अपि तेन मार्गेण एव भवति. अहं शत्र नास्ति, तत्र किं नास्ति इत्युक्ते सूत्रस्य महत्त्वं नो चेत् प्रसक्तिः पित् द्वारा एव भवति. अहं तु न चिन्तयितुं शक्नोमि कोऽपि उदाहरणं यत् तत्र नास्ति. न न भवति खलु, वयं सर्वे दृष्टवन्तः विकर्णप्रत्यये तु न सन्ति. नवकृत् षित् प्रत्यय अत्रापि प्रसक्तिः नास्ति, तिङ् प्रत्ययः अपि न भवति. सत्यम् अस्तु. आम् सत्यम्. अस्तु, धन्यवादः. गुणः अपि तु गुणनिषेधः इति अधुना अस्माकं कृते अस्य सूत्रस्य प्रमुखः सिद्धान्तः. षित् प्रत्ययाः सार्वधातुकसंज्ञकाः, तेषु ये षित् अपि सन्ति तेषां द्वारा गुणकार्यं सम्भवति. ये अपि सन्ति नाम ये षित् न सन्ति तेषां द्वारा गुणकार्यं निषिद्धं न सम्भवति एव. तर्हि यः प्रत्ययः षित् अपि अस्ति, षित् अपि अस्ति, तस्य एव द्वारा गुणकार्यं सिद्ध्यते. विचरणप्रत्ययेषु कः प्रत्ययः षित् अपि षित् अपि अस्ति? केवलं शप् ष्यन् श्रु श शं शा च षित् सन्ति, किन्तु अपित् सन्ति, अतः तेषाम् उपस्थितौ गुणकार्यं निषिद्धं. तर्हि शप् कुत्र लभ्यते? केवलं वादिगणे, चुरादिगणे च. अङ्गकार्ये गुणः सम्भवति केवलं द्वादिगणे, चुरादिगणे च. द्वादिगणे यत्र धातुः इकुपदाः वा इकन्दः वा, तत्र अङ्गे गुणकार्यं भवति. चिरादिगणे अपि सपः गुणकार्यं भवति, किन्तु क्रमः किञ्चित् भिन्नः, यतः षट् इत्यस्मात् पूर्वं यत् भवति. इति अनुबन्धलोपानन्तरं कृते इ इत्येव अवशिष्यते. तत्र सपः आगमनम् एव तस्य विचारस्य गुणः भवति. अस्मिन् विषये चिरादिगणस्य पादे इतोपि पश्यामः. अधुना तावत् अवगच्छन्तु यत् शपः प्रभावेन अङ्गे गुणकार्यं भवति द्वादौ च चिरादौ च किं लिखितं चित् अस्ति चेत् गुणः भवति अपि अस्ति चेत् गुणविशेषः भवति प्रत्ययः केवलं षट् एव षित् अस्ति चित् अपि अस्ति अतः तादृश प्रत्यये एव गुणकार्यं भवति षण् श्री षम् या इति चित् अस्ति परन्तु चित् नास्ति अतः तस्मिन् स्थितौ गुणकार्यं निषिद्धम् अतः द्वादिगणे चिरादिगणे एव गुणकार्यं भवति यतोहि तस्य भुवादिगणे शप् अस्ति विकर्णप्रत्ययः अतः गुणकार्यं भवति चिरादिगणे लिच् अस्ति महोदय अतः तदपि गुणकार्यं भवति शप् विकरणप्रत्ययः वयं जानीमः यत् अपि तस्य एकनिमिषः अपि तस्ति चेत् गुणकार्यं न भवति तर्हि तद् यत्र विकरणप्रत्ययः पित् अस्ति तत्र एव गुणकार्यं भवितुं शक्नोति तर्हि तादृश एकमेव प्रत्ययः अस्ति शप् तर्हि यत्र शप् विकरणप्रत्ययः अस्ति नाम भवादिगणे चुरादिगणे तत्रैव गुणकार्यं भवितुं शक्नोति अन्यत्र स्थले नाम दिवादिगणे दिवादिगणे तुदादिगणे क्र्यादिगणे अत्रापि षित् विकरणप्रत्ययः अस्ति तत्र पित् नास्ति अतः तत्र गुणकार्यं निषिद्धमस्ति अतः इति स्थितिः अस्ति तर्हि महोदय अग्रे लिखितमस्ति केन सूत्रेण पित् नास्ति चेत् गुणकार्यं निषिद्धम् अग्रे पठतु स्थितिः एव सार्वधातुक अपित् इति सूत्रं वदति यत् सार्वधातुकप्रत्ययः अपित् अस्ति चेत् तर्हि सः प्रत्ययः लिप्त लिप् इव भवति लिपि च इति सूत्रं वदति यत् प्रत्ययः लिप् चेत् तर्हि तेन प्रत्ययेन गुणः निषिद्धः अस्ति अतः सूत्रद्वयेन विचारः सिद्धः यत् सार्वधातुकप्रत्ययः अपि अस्ति चेत् तर्हि तस्य प्रत्ययस्य प्रभावेन गुणः न भवति सूत्रमस्ति सार्वधातुकम् अपित् एतत् सूत्रं वदति यदि सार्वधातुकप्रत्ययम् अपि अस्ति चेत् तत्र सः निष्पत् भवति इति लिपि च इति सूत्रं वदति गुणनिषेधः भवति गुणनिषेधः भवति द्वौ सूत्रमपि गुणनिषेधं प्रति सः अस्ति वा तर्हि वस्तुतः निति च एकमेव सूत्रमस्ति यत् वदति यत् गुणकार्यं निषिद्धं भवति परन्तु सार्वधातुकम् अपित् इति सूत्रं वदति पित् नास्ति चेत् नित्वद् भवति तर्हि सर्वप्रथमं सार्वधातुकम् अपित् इति सूत्रेण यः सार्वधातुकप्रत्ययः नित् पित् नास्ति तद् नित्वद् भवति तदनन्तरं निति च इति सूत्रेण नित् अस्ति अतः गुणकार्यं अस्तु तर्हि मम एकः प्रश्नः अस्ति एकः प्रश्नः अस्ति सर्वेषां कृते मम सार्वधातुकम् अपि वयं जानीमः खलु यत् पाणिनीयसूत्राणि षड्विधानि सन्ति संज्ञासूत्रं परिभाषासूत्रमिति तर्हि सार्वधातुकम् अपि इति कीदृशं सूत्रमस्ति कोऽपि जानाति वा अतिदेशसूत्रमस्ति सम्यक् नाम तस्य वस्तुतः तस्य व्यवहारः नास्ति परन्तु तस्य व्यवहारस्य परिवर्तनं करोति नाम सार्वधातुकम् अपित् इति सूत्रं वदति यत् अपित् अस्ति चेत् नित् वत् करोतु नाम नित् सदृशः भवति वस्तुतः प्रत्ययः नित् नास्ति परन्तु अपित् अस्ति अतः नित् वत् भवति तर्हि आतिदेशसूत्रम् महोदय अनुवृत्तिसहितसूत्रं किं सार्वधातुकम् अपि सार्वधातुकम् अपि मित् इति प्रायः भवति तत्र अष्टाध्यायी इति मध्ये सार्वधातुकम् अपि अस्ति 1, 2, 4 अस्ति तत्र 1, 2, 1 पश्यतु एकनिमिषम् उद्घाटयामि पेज् 39 अस्ति तत्र 1, 2, 1 अस्ति गाङ्गुडाधिभ्योन्नित् निन्नित् लिखितमस्ति खलु तत्र विज इट् तदनन्तरं विभाषोर्णोः तदनन्तरं सार्वधातुकम् अपि तत्र णित् 1, 2, 1 इतितः अनुवृत्तिः भवति तर्हि सार्वधातुकम् अपि णित् अस्तु तर्हि अत्र पश्यतु अत्र एव पश्येमः अत्र 1, 2, 1, 2, 1, 2, 4 एते चत्वारि सूत्राणि एतानि चत्वारि सूत्राणि अतिदेशसूत्राणि सन्ति ते णित्वत् सर्वे तत्र णित् णित् आदेश अतिदेशसूत्रमस्ति तत्र यत्किमपि अस्ति तत् णित्वद् भवति इति तर्हि अत्र गाङ्गुटादिभ्यो विज इट् विभाषोर्णोः केवलम् आर्धातुकप्रक्रियायां भवति सार्वधातुकप्रक्रियायां केवलं सार्वधातुकम् अपि इति एकम् अतिदेशसूत्रमस्ति तत्र सर्व तर्हि पश्यतु तत्र वैलक्षण्यं पश्यतु तत्र सर्वाणि णित् आतिदेशकसूत्राणि एकस्मिन् एव स्थाने भवति गाङ्गुटादिभ्यो विज इट् विभाषोर्णोः विज इट् इत्युक्ते किं महोदय तत्र अत्र उदाहरणम् अस्ति तत्र आर्धातुकप्रक्रियायामेव अस्ति सार्वधातुकप्रक्रियायां केवलं सार्वधातुकम् अपि एकम् एव अतिदेशसूत्रमस्ति अस्तु इदानीम् अहं दृष्टवती तत्र किं प्रत्ययाः सन्ति खलु तत्र महिम् अस्ति इङ् अपि अस्ति तत्रापि अपित् अस्ति अतः इदानीं मम प्रश्नः अस्ति अपित् अस्ति अतः नित्वत् अस्ति वा नित् एव अस्ति अतः गुणकार्यं किमपि चिन्तयतु किमपि चिन्तयतु तत्र णित्वत् तु णित्वत् भवति अथवा णित् साक्षात् णित् अस्ति तर्हि उभयमपि चिन्तयति चेत् गुणकार्यं निषिद्धमेव भवति अत्र किमपि विप्रतिषेधः नास्ति किं कार्यं फलं समान इति वयं विरोधः नास्ति खलु विरोधस्य अत्र प्रश्नः नास्ति तत्र किं चिन्तनम् सूत्रद्वयमपि कार्यं कर्तुं शक्नुमः परन्तु तत्र विरोधः नास्ति खलु इत्युक्ते फलं किं भवति तत्तु समान तर्हि चिन्ता प्रश्न चिन्तनस्य आवश्यकता नास्ति अस्तु अस्तु अस्तु अग्रे मीना महोदय पठतु धात्वादेश श्रूयते महोदय श्रूयते धात्वादेशः शबादीनां शप् आदीनाम् आगमनस्य कारणतः यदा कदा धातौ आदेशः विहितः भवति नाम पूर्णधातोः स्थाने अन्यत् रूपम् आयाति यथा पा योगः शप् पिब् आदेशः पिब् योगः शप् पिब् योगः अ पिब इति अङ्गं सिद्धं लटि पिबति तथैव शपः उपस्थितौ स्था धातोः स्थाने तिष्ठ ग्रास्थाने जिघ्र दास्थाने यच् दृश् स्थाने पश्य अग्रे पूर्णं पठतु धातोः एकस्य भागस्य आदेशः चेदपि धात्वादेशः इति उच्यते यदा शपि परे गम् धातौ मकारस्य स्थाने चकारः आदेशः तदा इत् इच् आगमः गम् योगः शप् गच्छ योगः शप् गच्छ योगः अ यो अ गच् गच्छ तकः कुत्र भवति गच्छ योगः अ गच्छ योगः अ गच्छ गच्छ इति अङ्गं सिद्धम् कथं दः धातुः भवति इति वा विकरणप्रत्यये परे इति अतः व्याख्यानं वदति शप् प्रत्ययः परे धातोः आदेशः किमपि आदेशः विहितः भवति पूर्णतया धातोः रूपं न भवति किञ्चित् व्यत्यासं भवति यदा पा इति धातुः पाति न भवति पायोगः शप् पाति न भवति परन्तु पा धातु पिब् आदेशः पिब् परं पिब् योगः शप् प्रत्ययः भवति चेत् पिब इति अङ्गं सिद्धम् लटि भवति पिबति इति लटि लटि लट् लट् प्रभावे पिबति इति भवति तदेव शप् शपः अन्य धातोः स्था इति धातोः तिष्ठ भवति ग्रा धातोः स्थाने जिग्र भवति एतादृशं दा स्थाने यच्छति इति भवति दृष्टाने पश्यति इति भवति किमर्थं प्राब्लम् अन्य अग्रिमे पश्यामः धातोः एकस्य भागस्य आदेशः तदेव धातु आदेशः इति उच्यते धातु आदेशः किमर्थम् इति एकस्य भागस्य धातोः धातु आदेशः यदा शप्पि परे गम् इति धातु अस्ति मकारस्य स्थाने गच्छ चकारः आदेशति आदेशः तदनन्तरं तकारस्य चकारः आगमः सद्धिकारणेन गम् योगः शप् गच्छः गम् गच् भवति गच्छ योगः शप् अत्र महोदयः किमर्थम् इत् भवति अहं न अवगच्छामि तदनन्तरं चुत्वं भवति चुत्वं भवति गच्छ भवति गच्छ इत्यङ्गम् अल्टिमेट् अस्ति एकमस्ति अग्रे वयं पश्यामः तर्हि एकमस्ति यत् छकारः अस्ति अकारः छकारः यदा अस्ति यथा गम् योगः गम् मध्ये मकारस्थाने छकारः ग छ अस्ति तत्र वर्णः अस्ति खलु अकारः ग अ छ तदस्ति चेत् मध्ये चकारस्य तुक् आगमः भवति तकारः भवति तदनन्तरं चुत्वसन्धि द्वारा गच्छ भवति गच्छ इत्यङ्गं सिद्धं तर्हि प्रश्नः अस्ति यत् तर्हि स्थितिः अस्ति यत् सामान्यतया किमपि कार्यं न भवति केवलं वर्णमेलनं वद पठ इति कुत्रचित् स्थलेषु गुणकार्यं भवति इगन्त अङ्गमस्ति चेत् नो चेत् लघु उपधा अङ्गमस्ति चेत् कुत्रचित् स्थाने पूर्ण अङ्गम् एव तस्य पूर्णधातोः स्थाने नूतन अङ्गं भवति नाम परन्तु एकं चिन्तनम् अस्ति यत् सर्वं विकरणप्रत्ययस्य प्रभावेन भवति नाम विकरणप्रत्ययस्य कृते यत् अङ्गम् अस्ति तत्र भवति विकरण शप् नास्ति चेत् धात्वादेशः न भवति यतोहि पिब् अस्ति तत् पिबति अस्ति परन्तु लृट् लकारे यत्र विकरणप्रत्ययः नास्ति तत्र पिब् न भवति तत्र पास्यति एव भवति दास्यति एव भवति अतः तत् तिष्ठति तत् पास्यति एव भवति घास्यति एव भवति तत्र विकरणप्रत्ययस्य प्रभावेन तत्र धात्वादेशः भवति अतः एव लट् लोट् लङ् अपि च विधिलिङ्ग् वयं पश्यामः नो चेत् द्रश्यस् अस्ति खलु सम्यक् केवलं सार्वधातुकलकारेषु यत्र विकरणप्रत्ययः आगच्छति तत्र एव अथवा अथवा शत्रुशानच् अपि शत्रुशानच् मध्ये अपि तत्र पाधातु तस्य पिबन् भवति विकरणप्रत्ययः अत्र आगच्छति तत्र तु गुण न भवति किन्तु विकरणप्रत्ययः आयाति अतः अतः पिबन् गच्छन् इति भवति पश्यन् सम्यक् महोदय सुन्दरमस्ति आम् अस्ति अस्तु अग्रे समापयतु महोदय मीना महोदय अङ्गस्य सिद्ध्यर्थम् अपराणि कार्याणि इमानि कार्याणि अपि अवधेयानि अत्र परिचयः दास्यते गच्छता कालेन सर्वं ज्ञास्यामः महोदय महोदय केवलं मीना महोदय मीना महोदय गच्छता कालेन अत्र गच्छता इति कः प्रत्ययः गच्छन् गच्छन् गच्छन्तौ गच्छन्तः प्रत्ययः अस्ति प्रत्यय गच्छता प्रत्ययः काभ्यां बिस् गच्छता कालेन विभक्तिप्रत्ययः न तत्र मूलप्रातिपदिके मूलप्रत्ययः किम् गच्छन् इति प्रातिपदिकं तत्र प्रत्ययः कः अस्ति गम् योगः किं प्रत्ययः कः प्रत्ययः गम् योगः डेश् इस् इक्वल् टु गच्छन् प्रत्ययः गच्छन् गच्छन्तौ गच्छन्तः भवती जानाति गच्छन् मध्ये प्रत्ययः अस्ति नास्ति गच्छत् मध्ये प्रत्ययः अस्ति शत्रुप्रत्ययः शत्रुप्रत्ययः अस्ति अतः गम् स्थाने गच्छ भवति अतः अहं वदामि गच्छता अत्र परन्तु परन्तु चिन्तयतु क्त प्रत्ययः अस्ति आर्धातुकप्रत्ययः अस्ति तत्र गतः भवति खलु तत्र गच्छ न भवति मम अहं किमर्थं पृच्छामि यतोहि सार्धातुकप्रत्ययः यत्र अस्ति तत्र एव गम् स्थाने गच्छ भवति आर्धातुकप्रत्ययः अस्ति चेत् गम् स्थाने गच्छ न भवति तत्र मकार कुत्र गच्छति क्षत्रे सार्वधातुकप्रत्ययम् आम् गच्छ भवति भिन्ना अस्ति तत् अग्रे पश्यामः परन्तु तत्र गच्छ नागच्छति अतः क्षत्रिप्रत्ययः गच्छन् अस्ति परन्तु तव तु प्रत्यये गतवत् अस्ति क्तव प्रत्यये गतवत् इति मम कित् प्रत्ययः शत्रुश्चित् एव सार्वधातुकप्रत्ययः पठतु शपि परे धातौ इन् इत्यस्य लोपः यथा दंश् योगः शप् दश इत्यङ्गम् दंश् योगः शप् दश इत्यङ्गम् सञ्च् योगः शप् सज इत्यङ्गम् अजादौ प्रत्यये परे धातौ नुम् आदवः यथा झब् योगः शप् झम्ब् इत्यङ्गम् क्षितिपरे धातौ स्वरः दीर्घः यथा ष्टिव् योगः शप् ष्टीव् इत्यङ्गम् अत्र धातुः अङ्गं परिवर्तते कथं परिवर्तते इति किमर्थं किं सूत्रेण अहं न जानामि शपि परे स दंश भवति नकारं भवति किञ्चित् समये मकारं भवति मध्ये किञ्चित् समये ईकारं दीर्घः भवति एवं च अदन्तम् अङ्गं पठामः महोदय एवं च अदन्तम् अङ्गं कथं कथं सिद्धम् इति अस्माभिः अत्र दृष्टं वस्तुतः अनदन्तम् अङ्गमपि अनया रीत्या सिद्धं भवति सिद्धान्तः समानः अस्मिन् पत्रे केवलम् अदन्तादि अङ्गानि अवलोकितानि अत्र अदन्तम् अङ्गमेव द्रष्टुं शक्यमत्र अदन्तम् अङ्गं कथं भवति इति केन सूत्रेण अदन्तं भवति इति तर्हि अत्र किम् अस्ति यत् अङ्गं नाम अत्र अङ्गम् इत्युक्ते यत् यत्र प्रत्ययप्रयत्नेन प्रत्ययः पूर्वं यत्किमपि अस्ति तद् अङ्गं संज्ञा भवति तर्हि तिङ्प्रत्ययः अस्ति तिङ्प्रत्ययस्य कृते अङ्गमस्ति अत्र सार्वधातुकलकाराः सन्ति अत्र अतः तिङ्प्रत्ययस्य पूर्वं शप्रत्ययः आगच्छति विकरणप्रत्ययः तर्हि तिङ्प्रत्ययस्य कृते धातुयोगः शप्रत्ययः इति अङ्गमस्ति शप्रत्ययस्य कृते धातु एव अङ्गम् तर्हि तत् शप्रत्ययस्य प्रभावेन किञ्चित् किञ्चित् कार्यं भवितुं शक्नोति वस्तुतः सामान्यतया बहुत्र किमपि न अस्ति केवलं वर्णमेलनं कुत्रचित् कुत्रचित् गुणकार्यं बहुत्र बहुत्र न्यूनस्थलेषु धात्वादेशः भवति परन्तु तत् किमपि भवति एकवारं विकरणप्रत्यय आगच्छति तद् एकम् अङ्गं भवति तद् अङ्गम् अदन्तं भवितुं शक्नोति नाम तस्य अन्ते ह्रस्व अकारः भवितुं शक्नोति अथवा अनदन्तं भविष्यति यत्र ह्रस्व अकारः नास्ति नाम द्वादिगणे शप् अस्ति तत्र अदन्तम् अङ्गमस्ति पठ वद इति परन्तु किं स्वादिगणे श्नु अस्ति अतः तत्र अदन्तम् अङ्गं नास्ति यतोहि चिनु तत्र चिनु अस्ति खलु उकार अकारान्त अङ्गमस्ति तत् अदन्तं नास्ति अनदन्तम् अस्ति अदन्तस्य अङ्गस्य कृते एका प्रक्रिया अस्ति अनदन्तस्य अङ्गस्य कृते भिन्नप्रक्रिया अस्ति अतः अदन्तम् अनदन्तम् इति भेदः अत्र अस्ति एतत्तु अस्माभिः दृष्टं बहु स्थूलरूपेण दृष्टं यत् अङ्गकार्यं किं किं भवितुं शक्नोति तथा तिङन्तपदस्य निर्माणं तर्हि सर्वे आगच्छन्ति वा महोदय एकः प्रश्नः अस्ति धातुवादेशः इत्युक्ते तत्र धातोः स्थाने अन्य किमपि आगच्छति यथा दृश्य अस्ति तत्र पश्य आगच्छति किन्तु भिन्नरूपेण किमपि परिवर्तनं भवितुं शक्नोति यत्र नकारस्य लोपः भवति नो चेत् किमपि दीर्घः शुभपरिवर्तनं भवति तत्र तत्तु धात्वादेशः नास्ति धात्वादेशः भवितुं शक्नोति धातोः सम्पूर्ण आदेशः अपि भवितुं शक्नोति कस्यापि स्थाने अपि आदेशः भवितुं शक्नोति अतः तदपि धात्वादेशस्य एकप्रकारम् एव चिन्तयितुं शक्नुमः पूर्णतया धातु पूर्णधातोः स्थाने न परन्तु धातोः अंशस्य स्थाने किमपि भवति अतः चिन्तयितुं शक्नुमः तदपि धात्वादेशः अस्तु किन्तु ये सर्वे तु विकर्ण प्रत्ययकारणात् एव भवति प्रायः सर्वे न कुत्र कुत्र तत्र एकवारं यदा सूत्रं पठिष्यामः तत्र वयं ज्ञातुं शक्नुमः परन्तु बहुत्र विकर्णप्रत्ययस्य कृते भवति कारणेन भवति अस्तु धन्यवादः धन्यवादः महोदय नास्ति वा कस्यापि नास्ति चेत् विरमामः अधुना अग्रिमरविवासरे मेलिष्यामः. धन्यवादः महोदय. नमस्कारः. धन्यवादः महोदय. नमस्कारः.